पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 244 शङ्कर उवाच अधरामस्तु वैदेह्या राज्यभोगान् मनोरमान् बुभुजे वर्षसाहस्रं पालयन् सर्वतो दिशः अन्तःपुरजनाः सर्वे राक्षसस्य गृहे स्थितां गर्हयन्ति स्म वैदेहीं तथा जानपदा जनाः लोकापवादभीत्या च रामशत्रुनिवारकः दर्शयन्मानुषं धर्ममन्तर्वत्नीं नृपात्मजाम् वाल्मीकेराश्रमे पुण्ये गङ्गातीरे महावने विससर्जमहातेजा गर्भिणीं मुनिसंसदि सा भर्तुः परतं त्राहि उवास मुनिवेश्मनि अर्चिता मुनिपत्नीभिर्वाल्मीकमुनिरक्षिता तत्रैवासूत यमलौ नाम्ना कुशलवौ सुतौ तौ च तत्रैव मुनिना संस्कृतौ च ववर्धतुः रामोऽपि भ्रातृभिः सार्धं पालयामास मेदिनीं यमादिगुणसम्पन्नः सर्वभोगविवर्जितः अर्चयन् सततं विष्णुमनादिनिधनं हरिं ब्रह्मचर्यपरो नित्यं शशास पृथिवीं नृपः शत्रुघ्नो लवणं हत्वा मधुरां देवनिर्मितां पालयामास धर्मात्मा पुत्राभ्यां सह राघवः गन्धर्वान् भरतो हत्वा सिन्धोरुभयपार्श्वतः स्वात्मजौ स्थापयामास तस्मिन् देशे महाबलौ पश्चिमे मद्रदेशे तु मद्रान् हत्वा च लक्ष्मणः स्वसुतौ च महावीर्यौ अभिषिच्य महाबलः गत्वा पुनरयोध्यां तु रामपादावुपस्पृशद ब्राह्मणस्य मृदं बालं कालधर्ममुपागतं जीवयामास काकुत्थशूद्रं हत्वा च तापसं ततस्तु गौतमीतीरे नैमिषे जनसंसदि इयाज वाजिमेधं च राघवः परवीरः काञ्चनीं जानकीं कृत्वा तया सार्धं महाबलः चकारयज्ञान् बहुशो राघवः परमार्थविद अयुतान्यश्वमेधानि वाजपेयानि च प्रभुः अग्निष्टोमं विश्वजिदं गोमेधं च शतक्रतुं चकार विविधान्यज्ञान् परिपूर्णसदक्षिणान् यदस्मिन्नन्तरे तत्र वाल्मीकिः सुमहातपः सीतामानीय काकुत्स्थमिदं वचनमब्रवीद वाल्मीकिरुवाच अपापां मैथिलीं रामत्यक्तुं नार्हसि सुव्रत इयं तु विरजा साध्वी भास्करस्य प्रभा यथा अनन्या तव काकुस्थ तस्मात्यक्ता त्वया नख राम उवाच अपापां मैथिलीं ब्रह्मन् जानामि वचनात्तव रावणेन हृदा साध्वी दण्डके विजने पुरा तं हत्वा समरे सीतां शुद्धामग्निमुखागतां पुनर्यादोऽस्मयोध्यायां सीतामादाय धर्मतः लोकापवादः सुमहानभूत्पौरजनेषु च त्यक्ता मया शुभाचारा तद्भयास्तव सन्निधौ तस्माल्लोकस्य सन्तुष्ट्यै सीता मम परायणा पार्थिवानां महर्षीणां प्रत्ययं कर्तुमर्हति। महेश्वर उवाच एवमुक्ता तदा सीता मुनिपार्थिवसंसदि चकारप्रत्ययं देवी लोकाश्चर्यकरं सदी दर्शयं तस्य लोकस्य रामस्यानन्यदां सदी अब्रवीत् प्राञ्जलिसीता सर्वेषां जनसंसदि। सीतोवाच यथाहं राघवादन्यं मनसापि न चिन्तये तथा मे धरणी देवी विवरं दातुमर्हति। यथैव सत्यमुक्तं मे वेत्मि रामात् परं न च तथा स्वपुत्र्यां वैदेह्यां धरणी सहसा इयाद। महेश्वर उवाच ततो रत्नमयं पीठं पृष्ठे धृत्वा खगेश्वरः रसातला तदा वीरो विज्ञाय जननीं तदा ततस्तु धरणी देवी हस्ताभ्यां गृह्यमैथिलीं स्वाकदेनाभिनन्द्यैनामासने सन्न्यवेशयद। सीतां समागतां दृष्ट्वा दिवि देवगणाभृशं पुष्पवृष्टिमविच्छिन्नां दिव्यां सीतामवाकिरन् सापि दिव्याप्सरोभिस्तु पूज्यमाना सनातनी वैनदेयं समारुह्य तस्मान् मार्गाद्दिवं ययौ। दासीगणैः पूर्वभागे संवृता जगदीश्वरी सम्प्राप्य परमं धाम योगिगम्यं सनातनम् रसातलप्रविष्टां तु तां दृष्ट्वा सर्वमानुषाः साधु साध्विधि सीतेयमुच्चै सर्वे प्रचुक्रुशुः। रामशोकसमाविष्टः सङ्गृह्य तनयावुभौ मुनिभिः पार्थिवेन्द्रैश्च साकेतं प्रविवेशः। अथ कालेन महता मातरः संशितव्रताः कालधर्मं समापन्ना भर्तुस्वर्गं प्रपेदिरे। दशवर्षसहस्राणि दशवर्षशतानि च चकारराज्यं धर्मेण राघवः संश्रितव्रतः। कस्य चित्त्वथकालस्य राघवस्य निवेशनं कालस्तापसरूपेण सम्प्राप्तो वाक्यमब्रवीद। काल उवाच राम राम महाबाहो धात्रा सम्प्रेषितोऽस्म्यहं यद्ब्रवीमि रघुश्रेष्ठ तच्छृणुष्व महामते। द्वन्द्वमेव हि कार्यं स्यादावयो परिभाषितं तदन्तरे प्रविष्टो यस्सवध्यो हि भविष्यति। महेश्वर उवाच तथेदि च प्रतिश्रुत्य रामो राजीवलोचनः द्वास्तं कृत्वा दुसौमित्रिं कालो वाक्यमभाषत। वैवस्वदो ब्रवीद्वाक्यं रामं दशरथात्मजं। काल उवाच शृणु राम यथावृत्तं समागमनकारणात् दशवर्षसहस्राणि दशवर्षशतानि च वसामि मानुषे लोके हत्वा राक्षसपुङ्गवौ एवमुक्तसुरगणैरवतीर्णोऽसि भूतले। तदयं समयप्राप्तस्वर्लोकं गमितुं त्वया सनाधाहि सुरा सर्वे भवं त्वद्य त्वया नख। महेश्वर उवाच एवमस्त्विधि काकुस्थो रामप्राह महामुनिम् एतस्मिन्नन्तरे तत्र दुर्वासास्तु महातपाः। राजद्वारमुपागम्य लक्ष्मणं वाक्यमब्रवीद। दुर्वासा उवाच मां निवेदय काकुस्थं शीघ्रं गत्वा नृपात्मज। महेश्वर उवाच तमा ब्रवील्लक्ष्मणस्तु असाम्निध्यमिति द्विज तद क्रोधसमाविष्टः प्राहतं मुनिसत्तमः दुर्वास उवाच शापं दास्यामि काकुत्स्थं रामं न यदि दर्शये महेश्वर उवाच तस्माच्चापभयाद्विप्रं राघवायन्यवेदयद तत्रैवान्तर्दधे कालसर्वभूतभयावहः पूजयामास तं प्राप्तमृषिं दुर्वाससं नृपः अग्रजस्य प्रतिज्ञातं विज्ञाय रघुसत्तमः तत्याज मानुषं रूपं लक्ष्मणसरयूजले विसृज्य मानुषं रूपं प्रविवेशस्वपां तनुं फणासहस्रसंयुक्तकोडीन्दुसमवर्चसः दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः नागकन्यासहस्रैस्तु संवृद्ध समलङ्कृतः विमानं दिव्यमारुह्य प्रययौ वैष्णवं पदम् लक्ष्मणस्य गतिं सर्वां विदित्वा रघुसत्तमः स्वयमप्यथ काकुत्स्थस्वर्गं गन्तुमभीप्सितः अभिषिच्याथ काकुत्स्थस्वात्मजौ च कुशीलवौ विभज्य रथनागाश्वं सधनं प्रददौ तयोः कुशवत्यां कुशं तं च शरवत्यां लवं तथा स्थापयामास धर्मेण राज्ये स्वे रघुसत्तमः अभिप्रायं तु विज्ञाय रामस्य विदितात्मनः आजग्मुर्वानरा सर्वे राक्षसा सुमहाबलाः विभीषणोऽथ सुग्रीवो जाम्बवान् मारुदात्मजः नीलो नलसुषेणश्च निषादाधिपतिर्गुहः अभिषिच्य सुदौ वीरौ शत्रुघ्नश्च महामनाः सर्वये दे समाजग्मुरयोध्यां रामपालितां ते प्रणम्य महात्मानमूजु प्राञ्जलयस्तथा वानरप्रभृतय ऊजुः स्वर्लोकं गन्तुमुद्युक्तं ज्ञात्वा त्वां रघुसत्तम आगतास्म वयं सर्वे तवानुगमनं प्रति सशक्तास्म क्षणं राम जीवितुं त्वां विना प्रभो तस्मात् त्वया विशालाक्ष गच्छामस्त्रिदशालयम् महेश्वर उवाच तैरेव मुक्तकाकुस्थो बाढमित्यब्रवीत्तदः अथोवाच महातेजा राक्षसेन्द्रं विभीषणं राम उवाच राज्यं प्रशासधर्मेण मा प्रतिज्ञां वृथा कृथाः यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी तावद्रमस्वसुप्रीदो काले मम पदं व्रज महेश्वर उवाच इत्युक्त्वाथ स काकुत्स्थस्वाड्गं विष्णुं सनातनं श्रीरङ्गशायिनं सौम्यमिक्ष्वाकुकुलदैवतं सम्प्रीत्या प्रददौ तस्मै रामो राजीवलोचनः हनुमन्तमथोवाच राघवशत्रुसूदनः राम उवाच मत्कथा प्रचरिष्यन्ति यावल्लोके हरीश्वर तावत्त्वमासमेदिन्यां काले मां व्रजसुव्रत महेश्वर उवाच तमेव मुक्त्वा काकुत्स्थो जाम्बवन्दमथाब्रवीद राम उवाच द्वापरे समनुप्राप्ते यदूनामन्वये पुनः भूभारस्य विनाशाय समुत्पत्स्याम्यहं भुवि करिष्ये तत्र सङ्ग्रामं स्वयं भल्लूकसत्तम महेश्वर उवाच तमेव मुक्त्वा काकुत्स्थः सर्वां स्तान् ऋक्षवानरान् उवाच वाचा गच्छध्वमिति रामो महाबलः मन्त्रिणो नैनमाश्चैव भरदकैकयीसुतः राघवस्यानुगमने निश्चिताश्चे समाययुः तदशुक्लां परधरो ब्रह्मचारी ययौ परं कुशान् गृहीत्वा पाणिभ्यां संसक्तप्रययौ परम् रामस्य दक्षिणे पार्श्वे पद्महस्ता रमा गदा तथैव धरणीदेवी दक्षिणे तरगा तथा वेदासाङ्गाः पुराणानि सेदिहासानि सर्वतः ओङ्कारोधवशत्कारसावित्री लोकपावनी अस्त्रशस्त्राणि च तदा धनुर्आद्यानि पार्वती अनुजग्मुस्तथा रामं सर्वे पुरुषविग्रहाः भरतश्चैव शत्रुघ्नः सर्वे पुरनिवासिनः सपुत्रधारा काकुस्थमनुजग्मुः सहानुगाः मन्त्रिणो भृत्यवर्गाश्च किङ्करा नैगमास्तथा वानराश्चैव वृक्षाश्च सुग्रीव सहितास्तथा सपुत्रधारा काकुस्तमन्व गच्छन्महामतिं पशवः पक्षिणश्चैव सर्वे स्थावरजङ्गमाः अनुजग्मुर्महात्मानं समीपस्था नरोत्तमाः ये च पश्यन्ति काकुस्थं स्वपथान्तर्गतं प्रभुम् के तथानुगता रामं निवर्तन्ते न केचन अधत्रियोजनं गत्वा नदीं पश्चान्मुखीं स्थितां सरयूं पुण्यसलीलां प्रविवेश सहानुगः ततः पितामहो ब्रह्मा सर्वदेवगणावृतः तुष्टाव रघुशार्दूलमृषिभिः सार्धमक्षरैः अब्रवीत् तत्र काकुस्थं प्रविष्टं सरयूजले ब्रह्मोवाच आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोऽसि मानद भ्रातृभिः सह देवाभैः प्रविशस्व निजां तनुं वैष्णवीं तां महातेजां देवाकारां सनातनीम् त्वं हि लोकगतिर्देव न त्वां केचित्तु जानते त्वामचिन्त्यं महात्मानमक्षरं सर्वसङ्ग्रहं यमिच्छसि महातेजस्तां तनुं प्रविशस्व भोः महेश्वर उवाच तस्मिन् सूर्यकराकीर्णे पुष्पवृष्टिनिपातिते उत्सृज्य मानुषं रूपम् स्वां तनुं प्रविवेशः अंशाभ्यां शङ्खचक्राभ्यां शत्रुघ्नभरदावुभौ तदा तेन महात्मानौ दिव्यतेजस्समन्वितौ शङ्खचक्रगदाशार्ङ्गपद्महस्तश्चतुर्भुजः दिव्याभरणसम्पन्नो दिव्यगन्धानुलेपनः दिव्यपीताम्बरधरः पद्मपत्रनिभेक्षणः युवा कुमारः सौम्याङ्घः कोमलावयवोज्ज्वलः सुस्निग्धनीलकुटिलकुन्तलशुभलक्षणः नवदूर्वाङ्गुरश्यामः पूर्णचन्द्रनिभाननः देवीभ्यां सहितश्रीमान् विमानमधुरुह्य च तस्मिन् सिंहासने दिव्ये मूले कल्पतरो प्रभुः निशसादमहातेजा सर्वदेवैरभिष्टुदः राघवानुगता येज ऋक्षवानर मानुषाः स्पृष्ट्वैव सरयूतोऽयं सुखेन त्यक्तजीविताः रामप्रसादात् ते सर्वे दिव्यरूपधराशुभाः दिव्यमालाम्बरधर दिव्यमङ्गलवर्चसः आरुरोहविमानं तदा सङ्ख्यास्तत्र देहिनः सर्वैः परिवृद्ध श्रीमान् रामो राजीवलोचनः पूजितसुरसिद्धौ कैर्मुनिभिस्तु महात्मभिः आययौ शाश्वतं दिव्यमक्षरं स्वपदं विभुः यः पठेद् रामचरितं श्लोकं श्लोकार्धमेव वा शृणुयाद्वा तदा भक्त्या स्मरेद्वा शुभदर्शने कोटिजन्मार्जितात् पापात् ज्ञानदो ज्ञानधकृतात् विमुक्तो वैष्णवं लोकं पुत्रदारसबान्धवैः समाप्नुयाद्योगगम्यमनायासेन वै नरः यदते कथितं देवि रामस्य चरितं महद धन्योऽस्म्यहं त्वया देवि रामचन्द्रस्य कीर्तनाद किमन्यच्छ्रोतुकामासि तद्ब्रवीमि वरानने इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे श्रीरामचरितकथनं नाम चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ॐ